गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्प्रसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अस्तु तर्हि इदानीम् असाधारणकारणम् इत्यस्मिन् विषये चिन्तनं प्रवर्तमानमासीत् तर्हि असाधारणकारणम् इत्युक्ते किं यत् साधारणकारणं नास्ति तदेव असाधारणकारणम् इति तर्हि साधारणकारणम् इत्युक्ते किम् इति अवगन्तव्यं तत्र ये कार्यमात्रं प्रति निखिलकार्यं प्रति निखिलकार्यं प्रति ये कारणानि इत्युक्ते लोके यानि कार्याणि जायन्ते तेषु सर्वेषु यत् कार्यं भवति तेषां सर्वेषां यत् कार्यं भवति तदेव असाधारणं साधारणकारणम् अपि च षट् साधारणकारणानि नैयायिकैः अङ्गीकृतानि दिक् काल ईश्वरादीय ज्ञान इच्छाकृतयः प्रागभावः तत्र दिक् अपि च कालः तेषां साधारणकारणत्वम् अस्माभिः निरूपितम् यत्किमपि कार्यं जायते इदानीं कदा जायते इति प्रश्नः उदेत्येव कस्मिंश्चित् काले एव जायते कस्मिंश्चित् देशे एव जायते इति कृत्वा कालः दिक् द्वयमपि अधिकरणं भवति यद् अधिकरणं तत् कारणम् इति अङ्गीकृतम् इति कृत्वा तेषां तयोः कारणत्वं निरूपितम् इदानीं वयम् ईश्वर इच्छा ज्ञान कृति तस्य साधारणकारणत्वविषये स्मः अत्र पुनः पठेम आरम्भतः एकवारं पूर्वं पठितमेव अत्र ज्ञान इच्छाक्रियादीनाम् ईश्वरसमवेतानां साधारणकारणत्वम् इति अस्ति तत्र ईश्वरसमवेतानाम् इत्युक्ते ईश्वरः इति परमात्मा आत्मा अस्ति खलु ईश्वरः इत्युक्ते कः परमात्मा आत्मनि समवेतं किम् ईश्वरीयज्ञानं समवायसम्बन्धेन यदस्ति ईश्वरीयज्ञानम् ईश्वरीय इच्छा ईश्वरीयकृतिः तेषां साधारणकारणत्वम् अत्र उक्तमस्ति अस्तु पुनः आरम्भतः एकवारं पठेम रमेश महोदय पठति किम् आं महोदय ज्ञान इच्छाकृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम् इतश्च ईश्वरीयज्ञाने ज्ञानेच्छाकृतीनां साधारणकारणत्वं साध्यामः आत्मनिरूपणे निखिलस्य कार्यस्य चेतनासापेक्षत्वं प्रदर्शितं ततः कुलालादिभ्यः चेतनेभ्यः घटादिकार्योत्पत्तिः यथा भवति तथा परमाणुसंयोगादिपरम्परया द्व्यनुकात् प्रभृतिमहापृथ्वी आदीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते इति तादृशचेतनः ईश्वरः इति साधितं तत्र चिन्तयं यत् कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति घटसमवायीकारणं साक्षात्कृत्य खलु कुलालः घटं निर्मीते तेन कुलालस्य यथा घटकारणात् कारणत्वं तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यापि घटं प्रति जनकता अन्वयव्य व्यतिरेकाभ्यां सिध्यति, अन्वयव्यतिरेकाभ्यां सिध्यति, तुल्ययुक्तया जगत्कारणीभूते ईश्वरे विद्यमानां यत् तत्कार्यसमवायिकारणस्य ज्ञानं, तदपि जन्यमात्रं प्रति कारणम् इति अवगच्छामः. अस्तु, किञ्चित् वदति वा अस्मिन् अस्यां पङ्क्तौ वार्ताद्वयं लिखितमस्ति. तुल्ययुक्ता जगत्कारिणीभूते ईश्वरे विद्यमाने यत् तत्कार्यसमवायिकारणस्य ज्ञानं, तदपि जन्यमात्रं प्रति कारणम् इति अवगच्छामः. तदेकं वाक्यमस्ति. न, अत्र वार्ताद्वयमित्युक्ते वाक्यमिति त्यजतु. प्रथमम् अत्र ईश्वरः इति कश्चनः आवश्यकः इति प्रथमम् उक्तम्. ईश्वरः आवश्यकः. किमर्थम् ईश्वरः इति चेतनस्य अङ्गीकारः? ईश्वरः कथं निरूपितं नैयायिकैः? केन प्रमाणेन? अनुमानेन एव. सत्यम्, अनुमानेन निरूपितं खलु. ईश्वरः इति कश्चन चेतनः भवेत्. किमर्थं चेतनः भवेत्? जगत् जगतः उत्पत्तिः भवति, तर्हि कोऽपि तस्य कारणं भवेत्. परमाणोः मध्ये यदा संयोगः जायते तदा एव जणुकम् उत्पद्यते, ततः त्रिणुकं, ततः चतुरणुकं, तत् अन्ततो गत्वा सम्पूर्णजगत् उत्पद्यते खलु. तर्हि यदा कपालद्वयोः मध्ये संयोगः कुलालेन क्रियते तदा परमाणुद्वयोः मध्ये संयोगः कथं भवति इति चेत् ईश्वरेण एव इति कृत्वा ईश्वरः इति कश्चन चेतनः अस्ति इति अस्माभिः साधितम् अनुमानप्रमाणेन इति एकम् एका वार्ता बुद्धं खलु. ईश्वरस्य अस्तित्वम् आं महोदय. अस्तु, तत्र परमाणु इति भवतु. इदानीमपि अत्र बहूनि कार्याणि जायन्ते. इत्युक्ते पुष्पं विकसति इति चिन्तयतु. तस्य कारणं किं? कोऽपि चेतनः अस्ति किम्? यथा घट उत्पादने कुलालः अस्ति तथा पुष्पस्य विकसने, नो चेत् बीज अङ्कुरं जायते, तस्य कारणं किम् इति चेत् तत्र सर्वत्र ईश्वरः एव कारणम् इति वक्तव्यं खलु. आं महोदय. तर्हि ईश्वरः अस्ति इति प्रथमवार्ता अस्ति. ईश्वरः आवश्यकः. यदि ईश्वरः इति कश्चन चेतनः न अङ्गीकुर्मः तदा जगत् उत्पादनम् एव न वक्तुं शक्यते, न साधयितुं शक्यते इति कृत्वा ईश्वरः इति कश्चन चेतनः अस्ति इति प्रथमा वार्ता. अस्तु, तर्हि इदानीं द्वितीयवार्ता का इति चेत् कुलालः एकः अस्ति. तस्मिन् इदानीं कथं वा घटं करणीयम् इति ज्ञानमस्ति. कपालद्वयोः मध्ये संयोगं कृत्वा घटं मया करणीयम् इति तादृश ज्ञानमस्ति. किन्तु कपालं न दृश्यते चेत् घटस्य उत्पादनं भवति किम्? न. हा, तर्हि कुलालः कपालं दृश्येत तदा एव तस्य यदा तस्य कपालस्य अस्तित्वे ज्ञानं भवति तदा एव घटः जायते खलु. आम्. इति कृत्वा केवलं कुलालः अस्ति चेत् घटं जायते इति न वक्तुं शक्यते. कुलालस्य ज्ञानस्यापि अपेक्षा अस्ति. आम् एवं केवलम् ईश्वरः अस्ति चेत् जगत् सृष्टिः भवति इति न, ईश्वरस्य ज्ञानस्यापि आवश्यकता अस्ति. तद् ज्ञानमेव अत्र साधारणकारणम् इति स्वीकृतं, न तु ईश्वरः. अत्र साधारणकारणं किम् इति चेत् ईश्वरः नास्ति, ईश्वरस्य ईश्वरीयज्ञानमेव साधारणकारणम्. इति कृत्वा ईश्वरः अपि आवश्यकः, ईश्वरीयज्ञानम् अपि आवश्यकं यत्किमपि कार्यं जातुं, तर्हि ईश्वरीयज्ञानं साधारणकारणं न. वस्तुतः अत्र साधारणकारणमिति निगमनं न कृतं, केवलं यथा कुलालस्य ज्ञानम् अपेक्षितमस्ति घटस्य उत्पादनार्थम्, एवम् ईश्वरीयज्ञानम् अपि अपेक्षितमस्ति जगतः उत्पादनार्थम् इति उक्तम्. उक्तं खलु? आम्. अस्तु, अत्र वर्षाभगिन्या एकः प्रश्नः कृतः गते वर्गे, घटविषये न उक्तं वा जगद्विषये उक्तं वा? अत्र जगद्विषये एव इदानीं चर्चा जायमानमस्ति. किमर्थमिति चेत् तुल्ययुक्त्या यथा कपालेन उक्तं तथा जगत्कारणीभूते ईश्वरे, तर्हि अत्र जगत्कारणीभूते ईश्वरे तत्र कार्यं किं? जगत्. तस्य कारणं किम्? ईश्वरः. ईश्वरे विद्यमान ज्ञानमपि कारणं भवति इति एव उक्तं. तर्हि इदानीं कार्यमस्ति जगत् न तु घटः एतावत्पर्यन्तं. बुद्धं खलु? आं महोदय, बुद्धं. हा अस्तु, तर्हि ईश्वरीयज्ञानस्य आवश्यकता अस्ति. जगत् जगतः दृष्टिः यदा अङ्गीकर्तव्यं तर्हि ईश्वरीयज्ञानस्य आवश्यकता अस्ति इति एव अत्र निरूपितम्. अस्तु, वदतु महोदय. महोदय, तत्र ईश्वरस्य ज्ञानं जगत्सृष्टेः कारणम् इति अङ्गीकृतं, तदेव खलु? सत्यं सत्यं, तावदेव एतावत्पर्यन्तं चिन्तितम्. अस्तु, अग्रे भवान् एव पठतु. इत्थं कुलालस्य घटं कर्तुम् इच्छा अपि घटोत्पत्तौ आवश्यका, कपालं साक्षात् कृत्या अपि चिकीर्षाशून्येन कुलालेन घटोत्पत्तिः न एव भवति. तादृशचिकीर्षयाः लोके कार्यहेतुत्वे सिद्धे ईश्वरसमवेततादृशचिकीर्षया अपि जगत्कारणत्वं तथा एव निश्चिनुमः. तर्हि अत्र किमुक्तम्? अत्र कुलालस्य इच्छा अस्ति चेदेव घटस्य निर्माणं भवति इति दत्तमस्ति. यदि कर्तुम् इच्छा तर्हि तस्य घटं करणीयम् इति यदा इच्छा जायते तदा एव घटस्य निर्माणं भवति. एवमेव जगत् ईश्वरे अपि यदा इच्छा भवति जगतः सृष्टि करणीयम् इति तदा एव तस्य सृष्टिः भवति. उत्तमम् इति इच्छा, ईश्वरीय इच्छा अपि आवश्यकी. अत्र आवश्यकी इति पदमपि समीचीनम्, आवश्यिका इति पदमपि समीचीनमस्ति. अत्र आवश्यिका इति पदं प्रयुक्तमस्ति अस्मिन् पङ्क्तौ, अस्यां पङ्क्तौ, किन्तु आवश्यकी आवश्यका द्वयमपि आवश्यिका, आवश्यिका आवश्यकी द्वयमपि समीचीनमेव, समानार्थकौ एव. अस्तु, तर्हि कुलालः भवेत्, कुलाले ज्ञानानि, अत्र कपालः अस्ति इति ज्ञानं, कपालद्वयोः संयोगः यदा क्रियते तदा घटं जायते इति ज्ञानम् इति बहूनां ज्ञानानाम् आवश्यकता अस्ति. केवलं ज्ञानमस्ति चेत् न पर्याप्तं, तस्मादुपरि इच्छा अपि यथा आवश्यकी अस्ति तथा ईश्वरः अपि आवश्यकः, तस्मिन् ज्ञानमपि आवश्यकम्, इच्छा अपि आवश्यकं जगतः सृष्टेः। अत्रापि जगत्कारणत्वं तथैव निश्चिनुमः इति अस्ति। तर्हि अत्रापि कारणं कार्यमस्ति जगत्, न तु घटः। अस्तु, अग्रे पठेम। वर्षाभगिनी अग्रे पठति किम्? समवायिकारणज्ञानम् अस्तु नाम कुलालात्मनि चिकीर्षति च सः घटं, तथापि तु कुतश्चित् प्रतिबन्धात् कुलालात्मनि कृतिरूपः गुणः यदि न उत्पद्यते एव तर्हि तत्र घटः। तेन ज्ञानचिकीर्षयोरिव कुलालकृतेरपि घटहेतुत्वम् आधारयामः घटहेतुत्वम् अवधारयामः। इत्थं च लोके कृतेरपि कार्यजनकत्वे निश्चिते ईश्वरीयकृतेरपि जगत्कारणत्वं स्वीक्रियते। अत्र तृतीयगुणस्य आवश्यकम् अपि दत्तमस्ति। प्रथमः तु यदि कुलाले घट निर्माणार्थं ज्ञानमस्ति च चिकीर्षा अपि अस्ति, तदापि घटोत्पत्ति कृतिं विना न भवति इति, कृति इत्युक्ते प्रयत्नः, तदा एव ईश्वरे अपि जगत् सृष्टिकारणार्थं ज्ञान चिकीर्षा च कृतिः आवश्यकम् इति दत्तमस्ति। उत्तमम्। अस्तु, अत्र कारणम् इत्यत्र प्रथमपदमस्ति खलु, समवायीकारणज्ञानम् अस्तु नाम कुलालात्मनि। तर्हि तत्र समवायीकारणज्ञानम् इति समस्तपदमस्ति, तस्य विग्रहं वदति किम्? हा महोदय, समवायी च असौ कारणं, समवायिकारणस्य ज्ञानम् अत्र कपालज्ञानम् इति निर्दिष्टमस्ति। हा अस्तु, समीचीनं। समवायीकारणस्य ज्ञानम् इति षष्ठी, सामान्य षष्ठी तत्पुरुषसमासः। तर्हि कपालस्य ज्ञानं यथा अपेक्षितमस्ति कुलाले, तथा ईश्वरे अपि समवायीकारणस्य ज्ञानम् इति एव एकम्। अत्र केवलं समवायीकारणस्य ज्ञानमस्ति चेत्, यदि कथं वा संयोगः मया करणीयः इति ज्ञानं नास्ति चेदपि न भवति। भवतु, अत्र केवलं प्रदर्शनार्थम् एकं ज्ञानं स्वीकृतं तावदेव, किन्तु समवायीकारणस्य ज्ञानम्, अत्र कपालः अस्ति इति यदि अहं पश्यामि तदा घटस्य निर्माणं न भवति। किमर्थम् इत्युक्ते द्वयोः संयोगः कथं करणीयं, संयोगं कृत्वा संयोगः करोमि चेत् तत्र घटस्य उत्पादनं भवति इति ज्ञानं नास्ति चेदपि घट उत्पादनं न भवति। किन्तु अत्र उदाहरणत्वेन एकं ज्ञानं स्वीकृतं तावदेव। अस्तु, तर्हि अत्रापि जगत्कारणत्वं स्वीकृत्य इत्येव उक्तम्, ईश्वरस्य जगत्कारणत्वं। तर्हि अत्रापि कार्यं जगत् अस्ति, घटः नास्ति। अस्तु, अग्रे इदानीं भवती एव पठतु। इयांस्तु विशेषः, यत् कुलालसमवेतज्ञान इच्छाकृतयः घटव्यक्तिभेदेन भिन्नाः क्षणिकाः च, ईश्वरीयज्ञान इच्छाकृति अस्तु सकलसमवायीकारणविषयिकाः नित्याः, सर्वाणि कार्याणि अभिभवन् भावयन्ति भावयिष्यन्ति च, अतः ईश्वरसमवेतज्ञान इच्छाकृतयः भवन्ति जन्यजगतः साधारणकारणानि। अत्र ईश्वरीयज्ञान इच्छाकृति च कुलाल ज्ञान इच्छाकृतयोः मध्ये कः सम्बन्धः इति ज्ञातुं शक्यते? कः भेदः इति ज्ञातुं शक्यते? अत्र तु कुलालसमवेतज्ञान इच्छा अनित्या च भिन्नभिन्न वर्तते, विषये उपरि भिन्नभिन्ना अस्ति, परन्तु ईश्वरीयज्ञान इच्छा कृति तु सर्वे निखिल कारणम् अस्ति, अपि च तत् नित्यमपि अस्ति, सर्वाणि कार्याणि तत् कारयन्ति कारयिष्यति अपि च कारयति लिट्ल कारयति, अतः ईश्वरसमवेतज्ञान इच्छाकृति भवति जन्यजगतः सम्पूर्णतया वयं वक्तुं शक्यते ईश्वरसमवेतज्ञान इच्छाकृति इति जन्यजगतः साधारणकारणम् इति. अत्र इतोपि किञ्चित् चिन्तनीयम्, अस्माभिः एतावत्पर्यन्तं न चिन्तितम्. अस्तु, तर्हि ईश्वरे ज्ञानमस्ति, तद् ज्ञानं नित्यम् इति तावद् अस्माभिः पूर्वमेव चिन्तितम्. ईश्वरीयज्ञानम् अस्ति, तद् ज्ञानं नित्यम् इति अस्माभिः चिन्तितम्. अस्तु, तत्र आरम्भतः किञ्चित् चिन्तयामः. ईश्वरे ज्ञानं भवेत्, तद् ज्ञानं नित्यं भवेत् इति किमर्थं स्वीकृतं? किमर्थम् अस्मदीयानाम् इव तस्य ज्ञानं किमर्थम् अनित्यं न स्यात्? वर्षा भगिनी वदतु. ईश्वरः सर्वज्ञः अस्ति, अपि च तस्य ज्ञानं नित्यमेव अस्ति. अनित्यम् अस्ति चेत् सम्पूर्णजगतः कथं पालयति, कथं उत्पादनं कथं? वयं न्यायवर्गे स्मः, तद् विचिन्त्य वदतु. इत्युक्ते कथं पालयति इति तादृश पालनार्थं ज्ञानस्य आवश्यकता अस्ति किम्? जगत् अत्र जगत्पालकः ईश्वरः इति नैयायिकाः न अङ्गीकृतः खलु? ईश्वरस्य अस्तित्वं कथं निरूपितं? जगतः पालकः कोऽपि भवेत् अतः ईश्वरः इति तैः न उक्तं खलु? ईश्वरसृष्टिकर्ता कोऽपि भवेत्, यथा घटस्य कर्ता कुलालस्य आवश्यकता अस्ति, तथा जगतः सृष्टेः कोऽपि चेतनस्य आवश्यकता अस्ति. तर्हि अत्र पालनविषये किमपि अस्माभिः न अधीतं, केवलं सृष्टिकर्ता ईश्वरः. तद् आधारीकृत्य वदतु. तर्हि पालनम् इत्यस्मिन् विषये न चिन्तनीयं. यदा सृष्टिः जायते, इदानीं घटः जायते खलु, कुलालेन घटः जायते, किन्तु घटस्य पालनं कुलालः करोति किम्? घटं स्वेन तिष्ठति, स्वस्य पालनं स्वयमेव करोति. यदि ईश्वरस्य ज्ञानम् अनित्यम् अस्ति तर्हि तस्य उत्पादनं कर्तुम् अन्यत् कोऽपि न अस्ति, अतः अन्यत् कोऽपि न अस्ति इत्युक्ते अन्यत् इत्युक्ते किं? समीचीनचिन्तनं, किन्तु अन्यत् इत्युक्ते किम् इति वक्तव्यं भवति. ईश्वरे एव सर्वज्ञानम् अपि अस्ति, अतः सर्वज्ञानम् अत्र सर्वज्ञानम् इति पदम् अस्माभिः पठितं वा? तत्तु वेदान्ते. न्याये न्यायमतानुसारम् ईश्वरे ज्ञानमस्ति इति एव अस्ति. तदेव अग्रिमप्रश्नः भवतु. इदानीं किमर्थम् अत्र नित्यत्वं स्वीकृतं ज्ञानस्य इत्यस्मिन् विषये चिन्तनीयम्. यदि अनित्यः च तस्य अनित्यः अस्ति तर्हि तस्य उत्पादनं कर्तुं कारणम् अन्यत् कोऽपि न अस्ति, अतः एव तत् नित्यमस्ति. न, अन्यत् कोऽपि नास्ति इत्युक्ते इदानीं वयं न्यायवर्गे स्मः. अत्र वेदान्ते एव एकः एव अद्वितीयं ब्रह्म इति वाक्यम् अत्र तु नास्ति खलु. अत्र सप्तपदार्थाः सन्ति. महोदय, अहं वदामि वा? हा वदतु. नैव महोदय, अहं चिन्तयामि वयम् ईश्वरस्य अस्तित्वम् अनुमानेन एव कृतम्, अतः अतः तेन एव ईश्वरे यः गुणाः सन्ति ते अपि नित्याः इति स्वीकरणीयम् इति अहं मन्ये. तत्र तर्कः कः? अनुमानप्रमाणं यदा स्वीकुर्मः चेत् तत्र अतः एव ईश्वरः नित्यः भवेत्, विभुः अपि भवेत् अतः. हा उत्तमं, तत्रैव लाघवमस्ति खलु. हा तत्रैव लाघवं, तदेव तद् वक्तव्यं, तद्वत् तदेव मुख्यवार्ता. अस्तु, ईश्वरः अस्ति इति अनुमानप्रमाणेन एव साधितं. यत्र यत्र यः कोऽपि यस्य कस्यापि अस्तित्वम् अनुमानप्रमाणेन साधयामः तत्र सर्वत्र नित्यत्वम् एकत्वं विभुत्वम् इत्यत्र एव लाघवमस्ति इति कृत्वा ईश्वरस्य नित्यत्वम् एकत्वं विभुत्वं स्वीकृतं यत्र क्लेशः न भवति एतादृशस्वीकरणे क्लेशः यदा न भवति तदा एतादृशं स्वीकर्तव्यं खलु हा तर्हि तदेव वक्तव्यम् अत्र सर्वज्ञः इति तादृशपदानि न वक्तव्यानि एव तत्तु सर्वं तत्र वेदान्ते अस्ति तस्यापि अर्थः कोऽपि न अवबुध्यते एव भवतु तर्हि लाघवत्वात् अत्र ईश्वरः एकः नित्यः इति स्वीकृतं तर्हि तत्र ईश्वरे ज्ञानं भवेत् इति अपि अनुमानेन एव साधितम् इति कृत्वा ईश्वरीयज्ञानम् अपि नित्यं लाघवात् इति वक्तव्यं तत्रैव लाघवमस्ति अस्तु इदानीं द्वितीयप्रश्नः ईश्वरे कति ज्ञानानि सन्ति वर्षा भगिनी वदतु ईश्वरस्य ज्ञानम् एकमेव महोदय किमर्थं विषयाः बहवः सन्ति परन्तु ज्ञानम् एकमेव समीचीनं किन्तु किमर्थम् एकमेव ज्ञानम् इति स्वीकृतं तदपि लाघवार्थम् उत्तमं बहु उत्तमम् उत्तमं तर्हि ईश्वरीयज्ञानमपि अनुमानप्रमाणेन एव साधितम् इति कृत्वा तद् ज्ञानं नित्यं तद् ज्ञानम् एकमेव अस्तु तत्र प्रश्नः उदेति पुनः आगच्छामः तदनन्तरम् अन्तिमप्रश्नः अस्ति ईश्वरीयज्ञानस्य ज्ञाने विभुत्वं वक्तव्यं किम् आं महोदय विभुत्वमपि वक्तव्यम् अस्तु विभुः इति कीदृशपदार्थः अस्ति विभुत्वं यस्मिन् क्रिया नास्ति विभुत्वम् इति कीदृशपदार्थः सप्तपदार्थाः सन्ति खलु तेषु परिमाण गुणः विभुत्वम् इति परिमाणं ज्ञानम् इति परिमाणमिति गुणः ज्ञानमिति निर्गुणः एव तर्हि गुणे गुणः भवति वा ओ ईश्वरस्य ज्ञानस्य विभुत्वं गुणे गुणः न भवति इति कृत्वा तत्र विभुत्वं न वक्तव्यं किमर्थं यद्यपि विभुत्वे यद्यत् अनुमानप्रमाणेन साधयामः तत्र सर्वत्र एकत्वे नित्यत्वे विभुत्वे एव लाघवमस्ति किन्तु गुणे गुणः न भवति इति कृत्वा तत्र विभुत्वं न वक्तव्यं केवलम् एकत्वं नित्यत्वम् एव वक्तव्यं बुद्धं खलु अस्तु बहु समीचीनं तर्हि इदानीं मेहुल् महोदय अग्रे अग्रिमप्रश्नस्य उत्तरं वदतु प्रश्नः अस्ति ईश्वरीयज्ञानम् एकमेव अस्मदीयज्ञाने कति विषयाः सन्ति तस्य उत्तरं ददातु प्रथमम् अस्मदीयज्ञाने बहवः विषयाः सन्ति न बहवः इति न उक्तम् एकस्मिन् ज्ञाने एकस्मिन् गाये ज्ञाने त्रयः विषयाः सन्ति ते के विषयता प्रकारता संसर्गता अपि च विशेष्यता किमर्थम् अत्र विशेष्यता इति भावं वदति प्रकारः इति त्रयः विषयाः भवन्ति प्रत्येकं ज्ञानस्य तादृशं बहूनि ज्ञानानि अस्माकं तत्र उत्पद्यते नश्यति अपि प्रत्येकं ज्ञानस्य त्रयः विषयाः भवन्ति एव अस्मदीयज्ञानम् अस्तु इदानीम् ईश्वरीयज्ञानम् एकमेव अस्ति तस्य ज्ञाने कति विषयाः सन्ति Computer. एक एव ज्ञानं तत्र कति विषयाः सन्ति न जानामि, न वक्तुं शक्नोमि। ऊहां करोतु, अस्माभिः न पठितं किन्तु भवानेव ऊहां करोतु। इदानीम् अस्मदीयम् इव त्रयः विषयाः भवन्ति वा? अहं मन्ये एक एव विषयः भवति, परन्तु कः भवति इति तु कथं वक्तव्यम्? अस्माकम् आत्मनि यदि एकमेव इति वदति तर्हि क्लेशः भवति खलु। इदानीं घटः एव सः जानाति इति चेत् सः महान् अज्ञः भवति खलु। तत्तु समीचीनं, परन्तु तर्हि विषयत्रयं वदामः चेत् अपि इदं घटम् अयं इत्यपि परन्तु तदेव यदा श्रीरामहोदय वदतु भवतः चिन्तनं किमिति। अत्र जगत् इति अस्ति तदा अत्र जगतः एव विषयः अस्ति, जगत् एव विषयः अस्ति। न मम प्रश्नस्य उत्तरं ददातु भोः। ईश्वरीय अस्मदीयज्ञाने प्रत्येकं ज्ञाने त्रयः विषयाः सन्ति, ईश्वरीयज्ञानं तु एकमेव, तस्मिन् ज्ञाने कति विषयाः भवन्ति? तत्रापि त्रयः विषयाः भवन्ति। त्रयः विषयः भवन्ति चेत् ते के वदतु? जगत् इति तत्र जगत् जगत्वं तदा तयोः सम्बन्धः। महोदय भवान् किं करोति, जगत् इति एकं घटः इव जगत् इति स्वीकृत्य भवान् वदति, किन्तु जगत् इत्युक्ते किं? सर्वम् अस्ति खलु। हा तर्हि अत्र जगत् इति कामन् नौन् अस्ति खलु, सत्यं सामान्यपदमस्ति, तर्हि जगत् इति वस्तु नास्ति। अत्र बहूनां वस्तूनां मिलित्वा समुदायस्य एकं नाम कृतं, तदेव जगत् इति। सर्वं सत्यं। हा तर्हि इदानीं जगत् इति त्यजतु, इत्युक्ते जगत् इत्युक्ते किम्? अत्र पुरुषाः सन्ति, पुरुषाः इत्युक्ते तत्र कामन् नौन् अस्ति खलु, सत्यं समुदायस्य नाम। तर्हि पुरुषस्य नाम भवितुमर्हति वा? पुरुषाणां नाम इति तादृशं पुरुषाणां ज्ञानमिति किमपि ज्ञानं नास्ति खलु। प्रत्येकं व्यक्तेः विषये एव ज्ञानं भवेत् खलु। तदा प्रत्येकं वस्तुनः ज्ञानं, तदा वस्तुनि तत्र यदा घटत्वं तयोः सम्बन्धः, तादृशं प्रत्येकवस्तुनः ज्ञानं भवति वा? भवती इत्युक्ते पूरयतु, भवतः आशयः इति मया न अवगतं, वाक्यं समीचीनतया वदतु। अत्र इदानीं घटः इति वयं स्वीकुर्मः, ईश्वरः घटं जानाति इति वयं वदामः, तदा तत्र घटः घटत्वम् अपि च तयोः मध्ये विद्यमानः सम्बन्धः, एते त्रयः विषयाः सन्ति। हा अयं घटः इति ज्ञाने त्रयः विषयाः सन्ति, तादृशं प्रत्येकं विषयस्य ज्ञानं भवति इति अहं चिन्तयामि। हा तर्हि अतः एव अत्र लिखितमस्ति, इदानीं सर्वे पश्यन्तु, सकलसमवायीकारणविषयिकाः भवति ईश्वरीयज्ञानम्। तर्हि ईश्वरीयज्ञाने कति विषयाः सन्ति इति चेत् सर्वे विषयाः सन्ति, एकस्मिन्नेव ज्ञाने सर्वे विषयाः सन्ति, अपि च सामान्यज्ञानं नास्ति, तस्य ज्ञानं प्रत्येकं व्यक्तिः विषये अस्ति। व्यक्तिः विषये इत्युक्ते व्यक्तिः अयं घटः इति व्यक्तिः स्वीकुर्मश्चेत् व्यक्तौ व्यक्तिज्ञाने अपि त्रयः विषयाः सन्ति खलु घटः घटत्वं तयोः मध्ये सम्बन्धः इति लोके ये विषयाः सन्ति तेषां सर्वेषां ते ते ते सर्वे एकस्मिन् ईश्वरीयज्ञाने विषयाः भवन्ति इति एव अत्र उक्तं तदेव नैयायिकानां चिन्तनं तदेव समीचीनचिन्तनमपि अतः एव वेदान्ते अपि सर्ववित् सर्वज्ञः इति पदद्वयं कुत्रचित् उपनिषदि एवं लिखितमस्ति ईश्वरः सर्ववित् सर्वज्ञः सर्ववित् सर्वज्ञः इति पदद्वयं पर्यायपदमस्ति वस्तुतः किन्तु तयोः मध्ये भेदः वक्तव्यं चेत् सामान्यज्ञानम् अपि अस्ति विशेषज्ञानम् अपि अस्ति सर्वज्ञः इत्यनेन सामान्यज्ञानमस्ति सर्ववित् इत्यनेन विशेषज्ञानमपि अस्ति इत्युक्ते अत्र घटत्वज्ञानं यस्मिन् घट तत्र एकं घटं दृष्ट्वा घटत्वस्य ज्ञानम् अपि भवति इति अस्माभिः अधीतं खलु प्रत्यक्षेन किमर्थम् एतादृशम् अस्माभिः अङ्गीकृतं तदा एव यदि न अङ्गीकुर्मः तदा श्वः यदा अन्यद्घटं पश्यामि एषः घटः इति व्यवहारं मया न कर्तुं शक्यते तर्हि इदानीं नूतनतया यदा एकं घटं मया दृश्यते एकः घटः मया दृश्यते तदा घटः अहं घटम् अहं जानामि तस्मिन् विद्यमानसामान्यं घटत्वम् अपि अहं जानामि तर्हि सामान्यज्ञानम् इत्युक्ते जातेः ज्ञानं विशेषज्ञानम् इत्युक्ते व्यक्तेः ज्ञानम् ईश्वरीयज्ञाने सामान्यज्ञानं विशेषज्ञानं विशेषज्ञानम् इत्युक्ते विशेष्यज्ञानं प्रकारज्ञानं संसर्गज्ञानम् इति सर्वम् एकस्मिन् ज्ञाने ईश्वरीयज्ञाने अस्ति इति वक्तव्यम् अतः एव अत्र लिखितमस्ति सकलसमवायीकारणविषयिकाः इत्युक्ते लोके ये समवायीकारणानि आसीत् ये समवायीकारणानि सन्ति आसन् आसन् इति वक्तव्यमासीत् ये समवायीकारणानि आसन् ये समवायीकारणानि सन्ति यानि यानि ये इति किमर्थं वदामि पुनः वदामि यानि समवायीकारणानि आसन् यानि समवायीकारणानि सन्ति यानि समवायीकारणानि भविष्यन्ति तानि सर्वाणि ईश्वरीयज्ञाने विषयाः सन्ति बुद्धत्वा एतावत् तर्हि कुलाले घटस्य समवायीकारणं कपालः इति ज्ञानमस्ति घटसमवायीकारणज्ञानं कुलाले अस्ति तन्तुवायिनम् अत्र पटसमवायीकारणम् अस्ति किन्तु ईश्वरे कीदृशज्ञानमस्ति सकलसमवायीकारणज्ञानम् अपि च इदानीन्तनकाले नास्ति यदासम् ये यानि सन्ति अग्रे यानि भविष्यन्ति तेषां सर्वेषां ज्ञानम् अस्ति इति कृत्वा तस्य ईश्वरीयज्ञानस्य ईश्वर इच्छायाः ईश्वरकृतेः साधारणकारणत्वं स्वीकृतम् ज्ञानं सविषयकं भवति इच्छा अपि सविषयकं भवति कृतिः अपि सविषयकं सविषयकम् इत्युक्ते विषयेन सह एव ज्ञानं वर्तते तर्हि मयि ज्ञानमस्ति इति चेत् कस्मिन् विषये इति प्रश्नः मयि इच्छा अस्ति कस्मिन् विषये किम् इच्छति भवान् इति प्रश्नः विदेति खलु मयि कृतिः अस्ति कस्मिन् विषये तर्हि ज्ञान इच्छा कृतयः सविषयकाः इति कृत्वा ईश्वरीयज्ञान इच्छा विषयकाः अपि सविषयकाः किन्तु ईश्वरीयज्ञान इच्छा ईश्वरीयज्ञान इच्छा कृतिषु केवलम् एकस्य नो चेत् केचन व्यक्तीनां ज्ञानं नास्ति, सकलानां व्यक्तीनां ज्ञानमस्ति, त्रिषु कालेषु ज्ञानमस्ति, तस्य ज्ञानम् इच्छाकृतिः नित्यम् इति कृत्वा तस्य साधारणकारणत्वम् अङ्गीकर्तव्यम् एव तेषाम्, इत्युक्ते ईश्वरीयज्ञान एकमेव ज्ञानम्, एकमेव इच्छा, एकमेव कृतिः तस्य, लाघवत्वात् एकत्वं स्वीकृतम्। किन्तु विषयाः के इति चेत् सर्वे विषयाः भवन्ति इति बोधः, बुद्धं वा? इति कृत्वा अत्र तर्हि सर्व इति उक्तत्वात् तस्मिन् घटः अपि अन्तर्भूतः अस्ति खलु। तर्हि कुलाले विद्यमान घटसमवायीकारणज्ञानम् असाधारणकारणं भवति, ईश्वरे विद्यमान घटसमवायीकारणज्ञानं साधारणकारणं भवति इति तयोः मध्ये भेदः। यद्यपि एकस्मिन् विषये एव द्वयोः ज्ञानमस्ति, ईश्वरीयज्ञानम् अपि घटविषयकमस्ति, घटसमवायीकारणविषयकमस्ति, तावदेव इति नास्ति, किन्तु तस्मिन् अन्तर्भूतमस्ति, कुलालस्यापि अन्तर्भूतमस्ति, किन्तु कुलालस्य ज्ञानम् असाधारणकारणमस्ति, किन्तु ईश्वरीयज्ञानं साधारणकारणमस्ति इति अत्र उक्तम्। अस्तु, सर्वे अवगतवन्तः, तदेव अत्र लिखितमस्ति, पुनः एकवारं पठामश्चेत् अहमेव पठामि। इयांस्तु विशेषः, विशेषः इत्युक्ते भेदः, तयोः मध्ये ईश्वरीयज्ञान इच्छाकृतिः अपि च कुलालज्ञान इच्छाकृतिः मध्ये एषः एव भेदः। कः भेदः? यत् कुलालसमवेतज्ञान इच्छाकृतयः, कुलालसमवेतज्ञान इच्छाकृतयः इत्युक्ते कुलालः, कुलालः इति आत्मा, जीवात्मा, तस्मिन् आत्मनि समवेतं यदस्ति ज्ञानम् इच्छाकृतिः, घटव्यक्तिभेदेन भिन्नाः क्षणिकाः च, तर्हि तस्य कुलाल आत्मनि विद्यमानस्य समवेतज्ञानस्य घटविषयकः भवति, तदनन्तरं पटः अपि भवति, अन्यदपि बहूनि ज्ञानानि भवन्त्येव भवतु इति, घटव्यक्तिभेदेन भिन्नाः क्षणिकाः च, कुलाले विद्यमानज्ञानं तु क्षणिकम् अनित्यमस्ति, किन्तु ईश्वरीयज्ञान इच्छाकृतयस्तु सकलसमवायीकारणविषयिकाः नित्याः, सर्वाणि कार्याणि अभीभवन्, अभीभवन् इति लुम्लकारः वस्तुतः भूधातोः निजन्तप्रयोगमत्र स्वीकृतं, भावी इति धातुः, भूयोगः णिच् भावी इति भवति, यदा भावी इति धातुं स्वीकृत्य लुम्लकारं निर्ममः, लुम्लकार बहुवचनं निर्ममः प्रथमपुरुष, तदा अभिभवन् इति भवति, भावयन्ति इति लट्लकार, भावी धातोः लट्लकारः, भावयिष्यन्ति, अत्र किमर्थं निजन्तः प्रयुक्तः इति चेत् कारयति खलु, कारकः अस्ति ज्ञानं, कर्ता अस्ति ज्ञानम् इति कृत्वा, अतः ईश्वरीयसमवेतज्ञान इच्छाकृतयः भवन्ति जन्यजगतः साधारणकारणानि। जन्यजगतः इति ते लोके यद्यत् जन्यं भवति, यद्यत् जायते, तस्य सर्वस्य साधारणकारणं भवति एते, किमर्थमिति चेत् तन्नित्याः, तस्मिन् तज्ज्ञानम् अस्ति इति कृत्वा तत् अङ्गीकर्तव्यम् एव अनिवार्यं। नित्यत्वं स्वीकृतं लाघवार्थम्, एकत्वमपि स्वीकृतं लाघवार्थम्, अपि च अस्मदीयज्ञानम् इति नास्ति। इदानीम् यदा एतादृशम् अवगच्छामः तदा नैयायिकानाम् ईश्वरः सर्वज्ञः सर्ववित् इति वक्तुं शक्यते। इदानीम् अवगतं सर्वज्ञः सर्ववित् इति अनवगम्य न वदामः, सर्ववित् सर्वज्ञः इत्युक्ते किम्? सर्वज्ञः इत्युक्ते समानज्ञान सामान्यज्ञानमस्ति, जातेः ज्ञानं तस्मिन् अस्ति, अपि च सर्ववित् इत्यनेन व्यक्तेः ज्ञानमपि अस्ति, प्रत्येकं व्यक्तुना व्यक्तेः विद्यमानत्रयः विषयाः तेषामपि ज्ञानमस्ति, तर्हि सर्वेषां ज्ञानमस्ति इति कृत्वा ईश्वरीयज्ञाने त्रयः विषयाः जगत् जगत्त्वं तयोः मध्ये सम्बन्धः इति न वक्तव्यं, तदपि ज्ञानमेव अस्ति खलु, तर्हि तत्र त्रयः विषयाः भवन्ति इति न वक्तव्यम्, अस्मदीयज्ञाने एव तादृशं वक्तव्यं। किमर्थं तादृशं वक्तव्यम् इति चेत् ब्रह्मज्ञानं प्रमाज्ञानं निरूपणार्थमेव एतादृशभेदः कृतः, नो चेत् न। अयं घटः, तर्हि ज्ञानस्य विषयः घटः इति एकः एव इति स्वीकुर्मश्चेत् व्यवहारः गच्छत्येव, किन्तु प्रमा किं भ्रम किम् इति वक्तुं तद्वतीतप्रकारको ज्ञानं प्रमा, तदभावतीतप्रकारकज्ञानं भ्रम इति वक्तुम् एव अत्र त्रिधा विभक्तम् अस्ति, नो चेत् न करणीयम्। तर्हि प्रत्येकम् अस्मदीयज्ञानस्य विषयत्रयमस्ति इति किमर्थं वदामः? एकमेव विषयः, तदेव तत्रैव अस्माकम् अवधानमस्ति खलु। अयं घटः इत्यत्र घटम् आनयतु इति चेत् घटमेव अहम् आनयामि, इत्युक्ते तत्र घटत्वम् अपि मया आनीयते, अत्र तयोः मध्ये यः सम्बन्धः अस्ति, समवायसम्बन्धः, तदपि इति तादृशचिन्तनं व्यवहारेण भवति। घटमित्युक्ते एकमेव विषयः, किन्तु नैयायिकाः किमर्थम् अत्र विभजनं कृतम् इति चेत् प्रमभ्रमयोः मध्ये भेदं साधयितुं प्रत्येकं ज्ञानस्य विषयत्रयाः उक्ताः इति कृत्वा, तर्हि अस्माकं भ्रम अपि भवति प्रम अपि भवतु, किन्तु ईश्वरे भ्रम यदा कदापि भवति वा? न भवति। तद् अभाववति तत्प्रकारकज्ञानं तस्मिन् यदा कदापि भवति, तस्य ज्ञानं नित्यं किन्तु सर्वदा प्रमारूपमेव इति कृत्वा तादृशभेदः तत्र न करणीयः। विषयेषु त्रयः इति भेदाः, प्रकारः, विशेष्यः, संसर्गः इति भेदः ईश्वरीयज्ञाने न कर्तव्यम् अप्रयोजनत्वात् इति बोधः। अस्तु, बहु समीचीनचित्रं जातं। प्रश्नाः सन्ति वा? अहं महोदय एकः प्रश्नः अस्ति, तर्हि घटस्य निर्माणमपि ईश्वरः इच्छति, तर्हि घटस्य निर्माणं भवति इति अस्ति वा? सत्यं, किमर्थमित्युक्ते तस्मिन् विषये तस्य इच्छा अस्ति खलु, इच्छा नित्या अस्ति, किन्तु यदि कुलालः न इच्छति, यद्यपि ईश्वरीयज्ञानमस्ति, ईश्वरीय इच्छा अस्ति, ईश्वरीयकृतिः अस्ति, असाधारणकारणं नास्ति इति कृत्वा घटस्य उत्पादनं न भवति। सर्वाणि कारणानि भवेयुः खलु, तदपि अस्माभिः अधीतम्। एकमपि कारणं नास्ति चेत् तर्हि घट उत्पादनार्थम् ईश्वरीयज्ञानं साधारणकारणं, कुलालज्ञानम् असाधारणकारणम्। कुलालज्ञानं नास्ति चेत् घटस्य उत्पादनं न भवति, ईश्वरीयज्ञानं नास्ति चेत् इति न चिन्तनीयमेव। किमर्थम्? ईश्वरः ईश्वरीयज्ञानं नित्यमस्ति इति कृत्वा, तर्हि नास्ति चेत् इति चिन्तनमेव न भवति, न अर्हति। ईश्वरीयज्ञानं सर्वदा अस्ति। ईश्वरीयज्ञानम् अस्ति चेत् किमर्थं घटः न जायते इति पृष्टे सति कुलालज्ञानं नास्ति, कुलाल इच्छा नास्ति, कुलालकृतिः नास्ति, कुलालः एव नास्ति। तर्हि एतानि कारणानि असाधारणकारणानि भवन्ति। एकमपि असाधारणकारणं नास्ति चेत्, असाधारणकारणं वस्तुतः नास्ति, एकमपि कारणं नास्ति चेत् कार्यं न जायते। बुद्धं खलु? पूर्णतया न बुद्धं महोदय। प्रश्नः कः? प्रश्नः अस्ति, तर्हि यत् कुलाले इच्छा अस्ति तदपि ईश्वरेण एव प्रेरिता अस्ति वा, कुलालस्य स्वकीय इच्छा अस्ति वा इति न जानामि। तस्मिन् विषये चिन्तनमेव न कार्यं। किमर्थम् इत्युक्ते अत्र कुलाले जायमान इच्छा, तस्य प्रेरकः कः, ईश्वरः वा न वा इति किमर्थम् अत्र चिन्तनं तस्य प्रयोजनं किं तादृशप्रयोजन तादृशचिन्तनस्य प्रयोजनं किं किमपि प्रयोजनं नास्ति घटः यदि घटस्य निर्माणं भवति तदा कुलालस्य इच्छा यदि भवति तदा एव घटस्य निर्माणं भवति सत्यं तस्य कारणम् ईश्वरः वा इति प्रश्नः अस्तु तर्हि ईश्वरः इति मा पृच्छतु कुलाले जायमान इच्छां प्रति किं कारणम् इति प्रश्नं करोतु हा इच्छां प्रति किं कारणं ज्ञानं प्रति किं कारणम् प्रथमं तद्वदतु ज्ञानं कुलाले जायमानं ज्ञानं प्रति किं कारणम् इत्युक्ते बहूनि ज्ञानानि सन्ति तर्हि इदानीम् एकं ज्ञानं स्वीकुर्मः कपालः घटस्य समवायीकारणम् इति ज्ञानं प्रति किं कारणम् तस्य स्मृति तस्य संस्कारः एव कारणं नास्ति अत्र पूर्वस्मिन् पुटे अन्तिमवाक्यमस्ति खलु तत् पुनः एकवारं पठतु अन्तिमवाक्यं तथैव कुलाले विद्यमानम् कपालप्रत्यक्षम् अस्ति तद्दृष्ट्वा एव सः करोति इति तर्हि कपालप्रत्यक्षम् इति पदं प्रयुक्तमस्ति खलु अत्र प्रत्यक्षम् इति ज्ञानस्य परामर्शः वा इन्द्रियस्य परामर्शः वा ज्ञानस्य उत्तमम् तर्हि प्रत्यक्षज्ञानं कथं जायते प्रत्यक्षज्ञानस्य कारणं किम् इन्द्रियेण जायते तर्हि कुलालज्ञानं प्रति किं कारणम् इति चेत् इन्द्रियमेव कारणं खलु हा तर्हि ज्ञानं यदा जायते तदा एव इच्छा जायते खलु तर्हि इच्छायाः कारणं ज्ञानम् ज्ञानं विना इच्छा यदा कदापि न जायते अज्ञातविषये इच्छा भवति किम् न तर्हि ज्ञानमेव कारणम् इच्छायाः कुलालज्ञानमेव कुलालस्य इच्छायाः कारणम् किन्तु कारणमस्ति चेत् कार्यं निश्चयेन भवेत् इति नास्ति किन्तु कारणमस्ति एव तर्हि भवतः प्रश्नस्य उत्तरम् एतत् कुलालस्य इच्छां प्रति किं कारणम् इति चेत् कुलालज्ञानमेव कारणं न तु ईश्वरीयज्ञानं नो चेत् न ईश्वरीयज्ञानं तत्र प्रेरकः इति किमपि न वक्तव्यम् एतत् सर्वं वेदान्ते वदन्ति भक्तिग्रन्थेषु वदन्ति ईश्वरः एव अस्मान् प्रेरयति इति किन्तु तस्य निरूपणं न कुर्वन्ति ते किमर्थं वक्तव्यं ईश्वरीयप्रेरकत्वम् ईश्वरप्रेरकत्वं वक्तव्यं चेदेव वक्तव्यं खलु नो चेत् न कुलाले ज्ञानमस्ति चेत् अस्तु इदानीं बहवः लोके अत्र किं नास्तिकवादिनः सन्ति खलु तेषु ज्ञानं भवति तेषु इच्छा अपि भवति तेषु कृतिः अपि भवति यः आस्तिकः सः वदति सः न जानाति चेदपि मम ईश्वरः एव तस्य प्रेरकः इति वदति किन्तु सः अतिदेशमेव करोति यः ईश्वरः अस्ति इति एव न जानाति तैः तेन कार्यं कर्तुं शक्यते एव खलु। तर्हि ईश्वरीयज्ञान कुलालस्य ज्ञाने इच्छां ज्ञाने इच्छायां कृत्यां किं कारणम् इति चेत् कुलालज्ञानं प्रति इन्द्रियं कारणम्, इच्छां प्रति ज्ञानं कारणं, कृतिः प्रति इच्छाकारणं, तदेव अस्माभिः अधीतं। तत्र पूर्वस्मिन् सूक्तिरलङ्कायाम् अहम् उद्यानं गतवान्, यदा पुष्पं पश्यामि तर्हि ज्ञानं जायते, तदनन्तरम् एतद् पुष्पं मम उद्याने भवतु इति इच्छा अपि जायते, तदनन्तरं तत्र कृतिः अपि जायते, मम स्यूतं तत्र उद्धृत्य ततः किञ्चित् धनं स्वीकृत्य दास्यामि खलु, तादृशकृतिः अपि जायते इत्येव अस्माभिः अधीतं। तर्हि अत्र ईश्वर इच्छा कृतीनां किमपि प्रयोजनं नास्ति। अत्र अस्मिन् पङ्क्तौ कथम् उक्तम् इति चेत् ईश्वरीयज्ञानम् एकम्, ईश्वरीय इच्छा एकम्, ईश्वरीयकृतिः एकं, तद् नित्यं, तत्र नित्यत्वं स्वीकृतम्, एकत्वं स्वीकृतं, किमर्थं लाघवात्। अपि च ज्ञान इच्छि कृत ज्ञान इच्छा कृतय स विषयकाः इति कृत्वा ईश्वरीय एकज्ञाने एका इच्छा एकायाम् इच्छायाम् एकायां कृत्यां के विषयाः इति चेत् सर्वे विषयाः सन्ति इति उक्तं। तर्हि सर्वे विषयाः सन्ति अपि च तज्ज्ञानं नित्यमस्ति इति कृत्वा यदा घटं भवति तस्य साधारणकारणत्वम् अङ्गीकर्तव्यम् एव। इत्युक्ते अत्र यदि नाङ्गीकुर्मः कः क्लेशः भवति इति चिन्तनमेव न कार्यं, किमर्थम् इति नित्यत्वं स्वीकृतं खलु। नित्यत्वस्य स्वीकारात् यदि न स्वीकुर्मः तर्हि भवान् इच्छति वा न इच्छति वा तस्य साधारणकारणत्वम् अस्ति एव इति एव अत्र उक्तम्। बुद्धं खलु? आं महोदय। तर्हि कुलालस्य स्वस्य इच्छाज्ञानकृतेः यदि अस्ति तर्हि घटस्य निर्माणं भवति। ईश्वरः तु घटः इति एकः पदार्थम् अस्ति इति जानाति, सः तस्य घटः भवेत् इति अपि इच्छा अस्ति, तस्य कृतिः कृतिः न बुद्धमहोदय, तस्य घटं प्रति कृतिः कृतिः इत्युक्ते कर्तुम् इच्छा, कर्तुम् इच्छा अपि अस्ति तर्हि घटस्य निर्माणं भवति। तर्हि ईश्वरीयज्ञानेच्छा कृतयः साधारणकारणानि, कुलालीय ईश्वरेच्छा कृतयः असाधारणकारणानि। यदि एकमेव कारणं नास्ति तर्हि कार्यं न उत्पद्यते। अत्र मम गुरुः स्वामी दयानन्दसरस्वतिना एतदपि उक्तं, रुचिकरमस्ति, किन्तु किमर्थम् एतदहं वदामि इति चेत् एतादृशचिन्तनस्य आधारेण एव सः एवं वदति। युनो किञ्चित् आङ्ग्लभाषायां वदामि, तदा इतोपि समीचीनतया मया वक्तुं शक्यते इति कृत्वा। पीपुल् से युनो ईश्वर इस् दि आल् द भक्ति ग्रन्थ द डुवलिस्ट् देशे ईश्वर इस् द वन् हू इस् डूयिङ्ग् एव्रिथिङ्ग्, वितौट् ईश्वर नथिङ्ग् केन् मूव्, all these they say, but there is a lot of adharma that is happening in the world. So Dayanand Swami used to ask, he says adharma is happening because Ishvara does not know. Ishvariya ajnanam asti iti krutva Ishvara Ishvarena na jnatam iti krutva eva adharma ha jayate kim. Ishvariya jnanam sarvada asti eva. कोऽपि अधर्मं करोति स्वस्य पुरुषार्थं, वन् अब्यूसस् वन् फ्री विल् अण्ड् डस् अधर्म, गाड् पनिशस् बिकास् इस् दि कर्म फलधाता। वेन् यु से गाड् पनिशस् इट् इस् नाट् लैक् हि इस् डिसैडेड् टु पनिश्, कर्मफलधाता अस्ति, हि इस् द अड्मिनिस्ट्रेटर् आफ् दि रूल् आफ् ला आफ् कर्म, सो हि डस् He punishes. He punishes means he does not punish. It is his guy's own karma. Like even the judge, God is like a judge. He interprets the law and says, you are guilty, you are not guilty. God is himself bound by the law, and God himself is the law. So what Swamiji used to ask, he says, it is not for want of Ishwara's knowledge that adharma happens. Similarly, it is not for want of Ishwara's knowledge that ghatasya utpadanam na jatam. Ishwariya jnanam asyeva, iccha asyeva, kritihi asyeva. Kintu kulalasya iccha kriti jnanam nasi iti kritva ghatasya utpadanam na jayati. Iti evatra. अस्तु प्रश्नाः सन्ति किम् इतोपि महोदय अत्र कृतिः इति प्रयत्नं किल महोदय अत्र ईश्वरस्य प्रयत्नं कथं घटस्य कुलालस्य प्रयत्नस्य प्रयत्नेन सम्बन्धितः किमपि सम्बन्धः नास्ति अतः एव पुनः पुनः वदामि कुलालस्य प्रयत्नं भिन्नमस्ति ईश्वरीयप्रयत्नं भिन्नमस्ति तयोः मध्ये किमपि सम्बन्धः नास्ति द्वयोः आवश्यकता अस्ति ईश्वरीयप्रयत्नम् ईश्वरीयकृतिः साधारणकारणं कुलालस्य कृतिः असाधारणकारणं द्वयमपि आवश्यकम् इत्युक्ते तयोः मध्ये कार्यकारणभावः न वक्तव्यः एव तस्य प्रयोजनं किमपि नास्ति बिकास् इट् इस् नित्य वि हव् सेड् दट् रैट् वितौट् ईश्वरस्य प्रयत्न प्रयत्नं विना क्रिया न क्रिया भवति वा क्रिया तु कुलालः एव करोति किल ईश्वरः न करोति एकनिमिषं क्रिया ईश्वरः क्रियां करोति इति अस्माभिः न उक्तं खलु अत्र यु हव् टु रीड् दट् लेसन् वन्स् अगेन् विच् इस् सेड् हियर् पृष्ठ 67 एतेषां त्रयाणां भेदः निरूपितः So you please read page 67, the lesson once again. What is the difference between jnana, iccha, kriti? Why should all the three be accepted? And the fourth, where there is jnana, there is kriya, iccha that happens. Where there is iccha, kriti happens. And only where there is kriti, kriya happens. So there are four stages. Jnana has to happen. But because jnana happens, does not mean naturally kriya will, iccha will happen. But without jnana, iccha will not happen. Tayoho madhye vyapya vyapaka bhavaha asti. Vyapya vyapakam iti bhavantaha avagacchanti kalu. It is called nyunadesha vrittihi, vyapyasya. Adhika desha vrittihi, vyapakasya. So, if jnanam is there, then only iccha will be there. But if jnanam is there, therefore iccha will definitely be there, we cannot say. Then, if Iccha is there, then only Kriti will be there. But if Iccha is there, Kriti will definitely be there, we cannot say. But the last statement, if Kriti is there, only if Kriti is there, Kriya will happen. But if Kriti is there, if Kriti is there, definitely will Kriya happen? Yes, definitely Kriya will happen. This was the discussion that we did on page 67. Tatra tayoha madhye kidrisha sambandha vartate. Karyakarana bhava sambandha asti kintu vyapya vyapaka sambandha api asti iti kritva karane sati karyam bhavati kintu karane asti chet karyam nischayena bhavati iti nasti. Iti tadrisha chintanam asmabhih kritam. Tahi अस्तु अत्र इतोपि एकं वाक्यं वक्तुम् अहम् इच्छामि अत्र पूर्वस्मिन् इत्युक्ते अत्र रमेशमहोदयेन ज्येष्ठभगिन्या भगिन्या अत्र मम भगिन्या यः पाठः इदानीं जायमानमस्ति इत्युक्ते वयं संयोगनाशात् विभागः नातिरिक्तः इत्यक्ष आक्षेपः तस्य परिहारः इत्यत्र अस्माभिः दृष्टं किं पुरस्मारयामि युत पृथगाश्रय आश्रितयोः मध्ये एव पृथगाश्रय आश्रितयोः मध्ये एव संयोगः भवति इति कृत्वा पृथक्त्वम् इति कश्चन अन्यतमः गुणः अङ्गीकर्तव्यः इति अस्माभिः अधीतं तत्र पूर्वपक्षिणा एकं प्रश्नं कृतं किं एकः प्रश्नः कृतः किम् इति चेत् परमाणोः मध्ये कथं वा संयोगः परमाणोः अवयवः न सन्ति तर्हि परमाणवः पृथगाश्रय आश्रिताः न सन्ति तर्हि तयोः मध्ये कथं वा संयोगः जायते इति चेत् तत्र उक्तमस्ति स्वतन्त्रक्रिया जायते तेषु इति स्वतन्त्रक्रिया जायते एकस्मिन् परमाणु क्रिया जायते अन्यस्मिन् परमाणु अपि क्रिया जायते तर्हि यदा क्रिया जायते क्रियया संयोगः भवति इति अपि अस्माभिः अधीतं खलु तर्हि क्रिया यदा जायते तत्र संयोगः भवत्येव तत्र पृथगाश्रय आश्रितत्वस्य आवश्यकता नास्ति इति अस्माभिः उक्तम् किमर्थम् एतद् मया स्मारितम् इति चेत् इदानीं परमाणुः अचेतनमस्ति चेतनं नास्ति इत्युक्ते ज्ञानं कुत्र अस्ति केवलम् आत्मनि अस्ति परमाणुः तत्र पृथिव्या पार्थिवपरमाणु जलीयपरमाणु तैजसपरमाणु किं वायवीयपरमाणवः एव भवन्ति ते सर्वे अचेतनाः तर्हि अचेतने परमाणौ कथं वा क्रिये जायते अस्माकम् इदानीं किं चिन्तितं ज्ञानं भवेत् ज्ञानस्य अनन्तरम् इच्छा भवेत् इच्छायाः अनन्तरं कृतिः भवेत् यदा कृतिः भवेत् तदा एव क्रिया जायते तादृशमेव कुलाले क्रिया जायते प्रथमं कुलाले ज्ञानं भवेत् समवायिकारणे ज्ञानं भवेत् घटस्य तदनन्तरम् इच्छा भवेत् तदनन्तरं कृतिः भवेत् यदा कृतिः जायते तदा इदानीं कुलाले अपि क्रिया जायते तेन सह किं करोति कपालद्वयं स्वीकृत्य तस्मिन् क्रियाम् उत्पादयित्वा संयोगः कारयति कुलाल अस्तु तर्हि तादृशं परमाणु यत् क्रिया जायते तस्य कारणं किम् इति चेत् ईश्वरीयकृतिः इति वक्तव्यम् ईश्वरीयकृतिः एव तयोः तेषु परमाणुषु जायमानक्रियां प्रति कारणम् यदि कृतिः नास्ति तर्हि तयोः क्रिया न जायते इति बोधः अतः ईश्वरीयकृतिः वक्तव्यम् ईश्वरीयज्ञानं वक्तव्यम् ईश्वरीय इच्छा वक्तव्यं तस्य नित्यत्वम् एकत्वं लाघवत्वेन स्वीकृतम् नित्यत्वम् एकत्वं स्वीकृतम् अस्ति अपि च इच्छा ज्ञान इच्छा कृतयः सविषयकाः इति कृत्वा सर्वे विषयाः भवन्ति ईश्वरीय ज्ञान इच्छा कृतीनां कृतीनां बहुवचनम् इत्युक्ते बहूनि ज्ञानानि बहूनि बह्व्यः इच्छाः बह्व्यः कृतयः इति नावगन्तव्यम् अत्र एकमेव ज्ञानम् एकमेव इच्छा एकमेव कृति किन्तु मिलित्वा त्रि इति आगतं खलु तिस्रः आगतः इति कृत्वा बहुवचनं मया प्रेषितम् ईश्वरीय ज्ञान इच्छा कृतीनां सर्वे विषयाः भवन्ति इति कृत्वा तस्य साधारणकारणत्वम् अङ्गीकर्तव्यम् एव अतः कृपया मा चिन्तयतु कुलालस्य प्रेरकः ईश्वरः कुलाले जायमानज्ञानस्य कारणम् ईश्वरीयज्ञानं नो चेत् ईश्वरः कुलाले जायमानस्य इच्छायाः कारणम् ईश्वरः कुलाले जायमान किं कृतिः तस्य कारणम् ईश्वरः इति न वक्तव्यं यदि वदामः तद्दोषाय भवति कः दोषः यत् रमेशमहोदयेन गते वर्गे पृष्टम् अन्यथासिद्धत्वं भवति ईश्वरीयज्ञान इच्छा कृतीनाम् अन्यथासिद्धत्वं भवति कथं वा अन्यथासिद्धत्वं कारणस्य कारणम् इति न स्वीकुर्मः खलु तर्हि इदानीं कुलालस्य ज्ञानस्य कारणम् ईश्वरीयज्ञानम् इति स्वीकुर्मः चेत् कुलालस्य कुलालस्य ज्ञानं घटं प्रति कारणम् इति स्वीकृतत्वा कुलालज्ञाने कारणत्वम् अस्ति, तस्य कारणम् ईश्वरज्ञानम् इति स्वीकुर्वश्चेत् इदानीम् ईश्वरीयज्ञानं कारणस्य कारणं भवति, तर्हि अन्यथा सिद्धः भवति, तर्हि साधारणकारणत्वमेव न निरूपयितुं शक्यते। तर्हि ईश्वरः प्रेरकः तस्मिन् कारणत्वमस्ति इति वदामश्चेत् साधारणकारणत्वस्य नाशः जायते, तन्न इष्टं नित्यत्वात् एकत्वात् सर्वविषयकत्वात् इत्यतः तत्र प्रेरकः इति तादृशचिन्तनं न कार्यं, नैयायिकमते वेदान्ते अपि तादृशमेव, एवमेव वदामः वितौट् अण्डर्स्टाण्डिङ्ग् वि से ईश्वर इस् द प्रेरक एक्सेट्रा, ईश्वर ईश्वर इस् द प्रेरक फार् मै ज्ञानं, फार् मै अज्ञानम् अल्सो हि शुड् बि द प्रेरक, फार् मै अनिश्च अल्सो हि शुड् बि द प्रेरक, फार् मै लेज़िनेस् अल्सो हि शुड् बि द प्रेरक, सो ऐ विल् नाट् टेक् एनी रेस्पान्सिबिलिटि अट् आल्, सर्वम् ईश्वरार्पणमस्तु, बट् ऐ वोण्ट् स्टे दट् वे आल्सो, ऐ वाण्ट् दिस् ऐ वाण्ट् दट् ऐ वाण्ट् अथारिटि वितौट् रेस्पान्सिबिलिटि, दट् डस् नाट् हेपन्, देर् इस् नो प्रोविशन् फार् इट् इन् फिलासफि। अस्तु, बहु किमपि अस्माभिः चिन्तितं किन्तु समीचीनचिन्तनं जातम्, अत्र ईश्वरः कः इति अस्माभिः बहु समीचीनतया अवगतम्। अस्तु वदतु। न ततः एव भगवद्गीतायामपि एकं श्लोकम् अस्ति, एकः श्लोकः अस्ति, यन्त्ररूढानि माया इति, सर्वजगत् यन्त्ररूपेण चलति, तत्र ईश्वरस्य किमपि तत्र सः किमपि न करोति, सर्वदा अस्माकमेव यः पापपुण्यः ये सर्वे वयं आचरामः सम्पादयामः खलु सम्पादयामः तेन एव, यदि सः करोति तर्हि सः कारयति तर्हि कथं वा मम पापं वा पुण्यं, हा कठपुतलि इव भवेत्, किमर्थम् अहं सुखं दुःखम् अनुभवामि, सः एव कारितवान् खलु, आमां सत्यम् इति क्लेशः भवति, तर्हि मम असाधारणकारणत्वं स्वीकर्तव्यं, तस्य साधारणकारणत्वम् अङ्गीकर्तव्यं, किन्तु मम ज्ञानम् अपि च ईश्वरीयज्ञानम् अनयोः मध्ये कार्यकारणभावः प्रेरकप्रेरितभावः न स्वीकर्तव्यः एव, इत्यतः एव अहं धर्मं चरामि, अन्यः अधर्मं चरति, तत्र ईश्वरः अस्ति एव द्वयोः, किन्तु मम पुरुषार्थं स्वीकृत्य अहं धर्मं चरामि, किन्तु अन्यः तस्य पुरुषार्थम् अब्यूस् कृत्वा अधर्मं चरति, तस्य ईश्वरः न कारणम्, अहमेव कारणम्, अतः एव मम पुण्यमपि भवति अन्यस्य पापमपि भवति, तेन अहं सुखम् अनुभवामि सः दुःखम् अनुभवति, उत्तमम्। अस्तु, तर्हि इदानीम् अत्र चित्राणि सन्ति, तस्मिन् विषये कः वदति? अस्तु सचिभमा भगिनी, तत्र प्रथमचित्रं तत्र किं दत्तमस्ति इति वदति वा? घटोत्पत्तिः, कपालः, घटकारणता इति। आं महोदय, अत्र घटोत्पत्तिः अस्ति, तस्य अधिकरणं कपालः अस्ति, उत्पत्ति अधिकरणे अधिकरणत्वेन कारणम् अस्ति, अतः तद् साधारणकारणम् इति, अतः तत् साधारणकारणम् इति किमर्थं वदति? ईश्वर अत्र कुलालदृष्ट्या पश्यामश्चेत् असाधारणकारणम्, अदर्वैस् असाधारणम्। हा, तर्हि घटकारणता इति ज्ञानस्य आकारः, घटकारणतायाः ज्ञानं कुलाले असाधारणकारणं भवति, ईश्वरे साधारणकारणं भवति, बहु समीचीनम्। अनेन चित्रेण कपालस्य अधिकरणत्वात् समवायीकारणत्वात् तस्मिन् कारणता अस्ति इति ज्ञानम् अत्र उक्तम्। अस्तु, अग्रिमचित्रं भवती एव करोतु। अत्र द्वितीयचित्रे इह इदानीं भवतु, अत्र इदानीं घटोत्पत्ति इति स्वीकुर्मः चेत् इदानीम् इति इदानीन्तनकाले घटोत्पत्ति, अतः इदानीम् अत्र अधिकरणं अधिकरणत्वेन कारणता अपि अस्ति, घटस्य कारणता काले अस्ति, अनेन साधारणकारणमस्ति, कालिकासम्बन्धेन वर्तते घटे. उत्तमं, बहु उत्तमं. द्वितीयचित्रे इह इत्यनेन दिक् उक्तमस्ति, दिक् दिक् अस्मिन् दिशि उक्तमस्ति, अस्मिन् देशे खडोत्पत्ति भवति, सो दिशि अपि अधिकरणत्वेन अधिकरणं भवति, यतोहि अत्र खडोत्पत्ति अस्ति, अतः कारणता अपि दिशि अस्ति, कारणता दैशिकविशेषणसम्बन्धेन दिशि अस्ति, दिशि खडे अस्ति. दिशि घटे अस्ति वा, किं वदति? उल्टा दिशि अस्ति, कारण खडः दैशिकविशेषणसम्बन्धेन दिशि अस्ति. हा, समीचीनं. तर्हि घटकारणता दिशि अस्ति, अपि च घटकारणता दिशि विद्यमानघटकारणता साधारणकारणता साधारणकारणमस्ति, एवं काले विद्यमान घटकारणता साधारणकारणमस्ति, कपाले विद्यमानघटकारणता असाधारणकारणमस्ति. अस्तु, अत्र पूर्वस्मिन् चित्रे केवलम् असाधारणकारणत्वं कपाले विद्यमानघटकारणता असाधारणम् इति एव उक्तम्. अस्मिन् चित्रे, द्वितीयचित्रे, काले विद्यमानघटकारणता दिशि विद्यमानघटकारणता साधारणम् इति प्रदर्शितम्. इदानीम् अग्रिमचित्रे एव ज्ञानस्य विषये आगच्छति. तर्हि कपाले विद्यमानघटकारणता असाधारणम् अस्ति, दिशि काले विद्यमानघटकारणता साधारणम् अस्तु. इदानीं ज्ञानस्य कारणम् अग्रे भवती एव वदतु भगिनि. ज्ञानम् अत्र खडोत्पत्ति प्रथम अधिकरणं कपालः अस्ति, कपाले समवायसम्बन्धेन अस्ति, पुनः ज्ञानं चेतने ज्ञानं समवायसम्बन्धेन अस्ति, पुनः ज्ञानम् इति विषयी अस्ति खलु, ज्ञानं विषयी विषयितासम्बन्धेन कपालः विषयः, विषयितासम्बन्धेन कपाले अस्ति. उत्तमम्. अत्र चेतनः इत्युक्ते कः? ईश्वरः एव भवति खलु, ईश्वरः कुलालः, द्वयमपि स्वीकर्तुं शक्यते. अस्तु, अत्र किमर्थम् एतत् चित्रं निर्मितम्, चित्रस्य आवश्यकता का इति? साधारणकारणत्वं इत्युक्ते कुलाले विद्यमानज्ञानं, कुलाल आत्मनि विद्यमानज्ञानं, यद् ज्ञानं समवायसम्बन्धेन वर्तते, तज्ज्ञानं कपाले आनेतव्यं खलु. कार्याधिकरणं किम् इदानीं? कपालः, कपालः. तर्हि कुलाले विद्यमानज्ञानं येन केनापि सम्बन्धेन कपाले कार्याधिकरणे आनेतव्यं, नो चेत् यदि कपाले नास्ति तर्हि तस्य कारणत्वं न भवति खलु. त्रयनिकषाः सन्ति, कारणं कार्यादिकरणे भवेत्, सर्वदा भवेत्, पूर्वक्षणे भवेत् इति निकषाः सन्ति. तत्र प्रथमानिकषा कारणं कार्यादिकरणे भवेत्. इदानीं कुलालस्य ज्ञानं कुत्र अस्ति? कुलाले ज्ञानमस्ति, इत्युक्ते आत्मनि अस्ति खलु, कुलालस्य आत्मनि अस्ति, कुलाल आत्मनि ज्ञानमस्ति. तर्हि कुलाल आत्मनि ज्ञानमस्ति चेत् घटस्य कारणं तत् कथं भवति? कपाले आनेतव्यं, तदेव कार्याधिकरणं खलु. तत् परम्परासम्बन्धेन आनेतव्यं प्रथम, समवायसम्बन्धः, अनन्तरं विषयः. अत्र समवेदं तत् ज्ञानं विषयसम्बन्धेन कपाले अस्ति तर्हि वाक्यं वक्तुं प्रयत्नं करोति किम् इदानीं परम्परासम्बन्धः वक्तव्यः भवत्या कपालः चेतन चेतन इति आरब्धं करोतु चेतन चेतन समवेदं ज्ञानं अत्र निष्ठ इति तादृशपदे पदं प्रयोगं करोतु तदेव शैली अस्ति खलु अत्र चेदननिष्ठा इति न भवति खलु किमर्थम् उपरि गच्छति खलु चेतननिष्ठसमवायसम्बन्धावच्छिन्न ज्ञान इति भवति समीचीनं चेतननिष्ठसमवायसम्बन्धावच्छिन्न ज्ञान तदनन्तरं ज्ञाननिष्ठविषयसम्बन्ध उत्तमं तावदेव बहु समीचीनं चेतननिष्ठसमवायसम्बन्धावच्छिन्न ज्ञाननिष्ठविषयतासम्बन्धावच्छिन्न ज्ञाननिष्ठविषयता आश्रयः कपालः कपालः तर्हि चेतननिष्ठसमवायसम्बन्धावच्छिन्न ज्ञाननिष्ठविषयतासम्बन्धेन चेतननिष्ठज्ञानम् इदानीं कपाले आगतं कार्याधिकरणे आगतं तर्हि इदानीं कारणत्वं साधितं कस्य कुलालज्ञानमपि साधितम् ईश्वरीयज्ञानमपि साधितम् ईश्वरीयज्ञानमपि ईश्वरनिष्ठसमवायसम्बन्धावच्छिन्न ज्ञाननिष्ठविषयता विषयतासम्बन्धेनैव कपाले आनीतम् तर्हि ज्ञानद्वयम् इदानीं कपाले अस्ति तर्हि ज्ञानद्वयम् अपि घटं प्रति कारणं किन्तु एकं साधारणकारणम् ईश्वरीयज्ञानं साधारणकारणं कपकुलालज्ञानम् असाधारणकारणम् ईश्वरीयज्ञानम् अस्ति चेदपि कुलालज्ञानं नास्ति चेत् घटस्य उत्पादनं न भवति कुलालज्ञानम् अस्ति चेत् ईश्वरीयज्ञानम् अस्ति एव नित्यत्वात् सर्वविषयकत्वात् तर्हि ईश्वरीयज्ञानं नास्ति चेत् इति प्रश्नः एव न उदेति किमर्थं नित्यत्वात् सर्वविषयकत्वात् इति हेतुः एवमेव अत्र इच्छा अपि इच्छाद्वयं भवेत् कपाले कुलालीय इच्छा ईश्वरीय इच्छा द्वयमपि भवेत् बुद्धं खलु बहु समीचीनम् अत्र किमर्थं संयोगसम्बन्धः इति लिखितमस्ति छेदन कपालयोः मध्ये हा इत्युक्ते अत्र यदा इच्छा जायते तदा यदा कृतिः जायते तदनन्तरं कृतिः अपि यदा जायते तदा चेतनः कुलालः किं करोति घटनिर्माणं करोति कपालं स्वीकृत्य तावत् तावत् वदतु इदानीं प्रथमं सः किं करोति कपालं स्वीकरोति खलु तर्हि स्वीकरोति चेतनः अपि द्रव्यं कपालः अपि द्रव्यं द्वयमपि पृथगाश्रय आश्रितौ न द्वयमपि पृथगाश्रय आश्रितौ इति न वक्तव्यं किमर्थमिति चेत् चेतनः विभुः अस्ति कपालः पृथगाश्रय आश्रितः अस्ति इति कृत्वा तयोः मध्ये संयोगः सम्बन्धः भवत्येव खलु यदा इच्छाकृतिः जायते तदा चेतनकपालयोः मध्ये संयोगसम्बन्धः जायते कृत्वा इदानीं चेतनः साक्षात् कपाले अस्ति कार्याधिकरणे अस्ति चेतनस्य इच्छा तत्र परम्परासम्बन्धेन कपाले अस्ति चेतनस्य ज्ञानं चेतनस्य कृतिः परम्परासम्बन्धेन अस्ति यदा एतत्त्रयं कार्याधिकरणे भवति तदा चेतनः स्वयं चेतनः द्रव्यं खलु चेतनस्य इच्छा कृति ज्ञानं चेतनस्य गुणः अस्ति तदपि तेषु अपि कारणत्वमस्ति तत्र तेषां विद्यमानकारणत्वं परम्परासम्बन्धेन निरूपितं किन्तु चेतनः इति द्रव्यं साक्षात् इदानीं कपाले केन सम्बन्धेन अस्ति इति चेत् तयोगसम्बन्धेन अस्ति तर्हि सर्वाणि कारणानि इदानीं कार्याधिकरणे अस्ति. साधारणकारणानि ईश्वरः विभुः, तर्हि ईश्वरः अपि कपाले अस्ति. ईश्वरीयज्ञान इच्छाकृतेः अपि कपाले अस्ति. चेतनः साक्षात् कृपाले अस्ति. कुलालः कपाले अस्ति. कुलालस्य ज्ञान इच्छाकृतिः अपि कपाले अस्ति इति कृत्वा सर्वाणि कारणानि इदानीम् अपि च दिक् कालः द्वयमपि विभुः अस्ति. तर्हि कपाले द्वौ अपि सन्ति. तर्हि सर्वाणि कारणानि कार्याधिकरणे सन्ति इति कृत्वा अग्रिमक्षणे घटः जायते इति वक्तुम् अत्र संयोगधर्मदः अपि प्रदर्शितः अस्ति. अस्तु, एवमेव इच्छास्थाने कृतिं निधाय तत्कारणत्वं प्रदर्शनीयम्. अस्मिन्नेव चित्रे इच्छां निष्कास्य तत्र कृतिः स्थापयामश्चेत् एतत् सर्वं, तर्हि एतादृशं नैयायिकानां चिन्तनम् अस्ति इति पञ्चानां साधारणकारणम् अस्माभिः निरूपितं. केषां? दिक् काल ईश्वरीयज्ञान इच्छाकृति, एतेषां साधारणकारणत्वं निरूपितम्. अस्तु, अत्र ईश्वरस्य साधारणकारणत्वम् इति इदानीं मम मनसि प्रश्नः आगतः. ईश्वरः इति भिन्नद्रव्यमस्ति खलु? ईश्वरः विभुः, कपालः. तर्हि ईश्वरः अपि कपाले अस्ति विभुत्वात्. तर्हि ईश्वरस्यापि साधारणकारणत्वं वक्तव्यं वा? सः अस्ति, सः नित्यः अपि. तस्य साधारणकारणत्वं वक्तव्यं वा इति प्रश्नः. तर्हि तस्मिन् विषये सर्वे चिन्तयन्तु. तदेव इदानीं गृहपाठः अस्ति. तत्र एव दत्तं खलु चेतनः ईश्वरः इति. हा, किन्तु अत्र कति साधारणकारणानि उक्तानि? षट्. षट् साधारणकारणं. हा, तेषु ईश्वरः अस्ति किम्? ईश्वरः तु नास्ति. ईश्वरीयज्ञानमस्ति, ईश्वरीय इच्छा अस्ति, ईश्वरीयकृतिः अस्ति, किन्तु ईश्वरः नास्ति खलु? तर्हि ईश्वरः अपि साधारणकारणत्वेन वक्तव्यं वा? महोदय, तादृशं चिन्तयामश्चेत् आकाशः अपि साधारणकारणं भवति खलु? तदपि विभुः अस्ति, तदपि सर्वत्र अस्ति. हा, किन्तु आकाशे ज्ञानं नास्ति, आकाशे कृतिः नास्ति, आकाशे इच्छा नास्ति. अतः आकाशस्य अत्र आकाशः कार्याधिकरणे अस्ति इति कृत्वा तस्य कारणत्वं न स्वीकार्यम्. अत्र कार्यकारणभावः कथं निश्चिनुमः? रमेश् महोदय वदतु. कार्याधिकारे भवेत्, कार्याधिकारे कार्यस्य अधिकरणे भवेत्. कार्यकारणभावः, कार्यकारणभावः अन्वयव्यभिचाराभ्यां खलु? कार्याभावः. अस्तु, यदि आकाशः नास्ति इति चिन्तयामः वा? तादृशं न चिन्तयितुं शक्यते एव, वस्तुतः आकाशः नित्यः इति कृत्वा. किन्तु आकाशस्य कारणत्वं न स्वीकृतं खलु? तर्हि किन्तु इदानीम् ईश्वरस्य साधारणकारणत्वं स्वीकर्तव्यं वा न वा? यदि स्वीकर्तव्यं किमर्थं? यदि न स्वीकर्तव्यं किमर्थम् इति वक्तव्यम्. तदेव गृहपाठः. ईश्वरीयज्ञान इच्छाकृतीनां साधारणकारणत्वं निरूपितं स्वीकृतमेव, तत्र क्लेशः नास्ति. किन्तु ईश्वरः अपि साधारणकारणत्वेन, यथा कुलालः अपि साधारणकारणत्वेन स्वीकृतम् अत्र संयोगसम्बन्धः इति, तादृशम् ईश्वरः अपि स्वीकर्तव्यः वा? समीचीनचिन्तनं भवति अत्र, इतोपि गभीरचिन्तनं भवति. तर्हि प्रश्नः समीचीनः. तर्हि सर्वे अस्ति एतस्मिन् विषये चिन्तयन्तु. अत्र क्लू अस्ति अन्यतासिद्धत्वं, तर्हि अन्यतासिद्धत्वम् इत्युक्ते किम् इति अवगम्य ईश्वरस्य साधारणकारणत्वं स्वीकर्तव्यं वा न वा इति चिन्तयन्तु। यदि न स्वीकर्तव्यम् इति चिन्तयन्ति तर्हि कुलालस्य साधारणकारणत्वं स्वीकर्तव्यं वा न वा इति अपि चिन्तयन्ति। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।